संयोगविभागयोः विषये बहु किमपि अधीतम् अस्माभिः. तस्य विषये किञ्चित् चिन्तनं कृत्वा अग्रे सरेम. तर्हि करपत्रे अस्माभिः दृष्टमासीत् यत् पृथक्त्वस्य अपेक्षया संयोगविभागौ कथं विद्येते. अस्माभिः दृष्टं यत् पृथक्त्वम् इति एकमेव, एकस्मिन् द्रव्ये एकमेव पृथक्त्वं भवति. तच्च पृथक्त्वं द्रव्ये कदा जायते, राजेन्द्रमहोदय? मूर्तोत्पत्ति द्वितीयक्षणे आदि जायते. मूर्तोत्पत्ति द्वितीयक्षणे, द्वितीयादिना द्वितीयक्षणे जायते. तत्र महान् भेदः अस्ति. विभागः द्रव्योत्पत्ति द्वितीयादिक्षणेषु जायते इति अग्रे पश्येम, किन्तु पृथक्त्वं द्वितीयक्षणे एव जायते द्रव्योत्पत्तिनन्तरम्. अस्तु, तदा जातं पृथक्त्वं कदापर्यन्तं द्रव्ये तिष्ठति? नाश, द्रव्यस्य नाशपर्यन्तं पृथक्त्वं तिष्ठति. अस्तु, यावत् द्रव्यं तिष्ठति तावत् पृथक्त्वमपि तिष्ठति द्रव्ये, चिरकालं तिष्ठति इति पृथक्त्वस्य लक्षणमस्ति. किन्तु संयोगः कीदृशः गुणः? संयोगः द्विनिष्ठः, कालसम्बन्धः अपि अस्ति. संयोगः तु नित्यन पृथक् आश्रतत्वयोः एव संयोगः जायते. हा, इति सत्यं. किन्तु पृथक्त्वम् इति स्वीकृत्य पृथक्त्वस्य तुलनया संयोगविभागौ कीदृशौ इति, कीदृशौ इति परिशीलनं जायमानमस्ति खलु. पृथक्त्वं तु एकमेव द्रव्ये, द्रव्यस्य जीवनपर्यन्तं यावत् द्रव्यं तिष्ठति तावत् पृथक्त्वमपि भवति चिरकालं. किन्तु संयोगस्य कीदृशी स्थितिः इति सावित्री भगिनी किञ्चित् वदति वा? भगिनि, संयोगः तु यदा द्वितीयद्रव्ये अथवा अपरेण द्रव्ये स्पृष्टः भवति अथवा संयुक्तः भवति तदा एव संयोगः जायते. अपि च संयोगः द्विनिष्ठः, द्वयोः द्रव्ययोः भवति एकमेव संयोगः. अपि च यथा महोदयेन उक्तं, कालसम्बन्धम् अपि अस्ति तत्र. यावत्पर्यन्तं द्वितीयद्रव्यं संयुक्तः भवति तावत्पर्यन्तं संयोगः तिष्ठति. एकमेव द्रव्ये बहवः संयोगः भवितुम् अर्हन्ति. आहत्य द्विनिष्ठः अपि च बहवः संयोगः भवितुम् अर्हन्ति. द्वितीयादिक्षणे यदा द्रव्य अपरेण द्रव्येण सह संयुक्तः भवति तदा एव संयोगः जायते. समीचीनं, समीचीनम्. अपरेण द्रव्येण सह यदा सम्पर्कः जायते अस्य द्रव्यस्य तदा उभयोः संयोगः जायते. कालसम्बन्धं, कालानुगुणं जायते संयोगः. विभागस्य स्थितिः कीदृशी इति जयन्ती भगिनी किञ्चित् वदति वा? विभागः तु संयोगनाशकगुणः. यथा संयोगः कालसम्बन्धिता भवति, कालसम्बन्धितः अस्ति. विभागः अपि यथा संयोगः बहुवारं भवति एकस्य द्रव्यस्य जीवने कालनिमित्तत्वात्. सर्वदा तिष्ठति द्रव्ये इति न, यथा पृथक्त्वं सर्वदा विभागः द्रव्ये तिष्ठति इति न. कालसम्बन्धितः अस्ति, अतः यावत्पर्यन्तं द्वयोः द्रव्ययोः विभक्तः जातः तावत्पर्यन्तमेव विभागः भवति, पुनः संयोगः भवितुम् अर्हति. पुनः समीचीनम्, उत्तमः बिन्दुः उत्थापितः. पुनः अनयोः एव द्रव्ययोः मध्ये संयोगः भवति चेत् प्रथमतया हस्तपुस्तकयोः संयोगः, तदा हस्तपुस्तकयोः वियोगः, पुनः हस्तपुस्तकयोः संयोगः इति भवति चेत् सः द्वितीयः संयोगः भिन्नः संयोगः वा अथवा किम्? न, प्रत्येकं वारं भिन्नसंयोगः भवति, भिन्नसंयोगस्य विभागः अपि भवति. अतः भिन्नाः संयोगाः, भिन्नाः विभागाः भवन्ति एकस्मिन् द्रव्ये. समीचीनं समीचीनं. तर्हि यावन्तः संयोगाः भवन्ति तावन्तः विभागाः अपि भवितुमर्हन्ति एकस्मिन् द्रव्ये. अतः बहवः भवन्ति संयोगविभागाः. पृथक्त्वं तथा न, पृथक्त्वं तु एकमेव, द्रव्योत्पत्ति द्वितीयक्षणे जायमानः गुणः इति सारांशः. अस्तु, इतः अग्रे तर्हि पठनम् आरब्धुं शक्यते. अवधिकत्वम् इत्यस्मात् आरभ्य पठेम. केन आगतं नूतनतया? नमस्ते भगिनि, सन्ध्या अस्मि. सन्ध्या भगिनि, तर्हि सरला भगिनी पठति वा अवधिकत्वम् इत्यस्मात् आरभ्य? आं भगिनि. घटपटयोः संयोगः भवति तदा घटपटात् विभक्तो भवति. यदा यदा च संयोगः नाशनीयः तदा तदा यः विभागः कल्पयति येन द्रवेण सह संयोगः नाशनीयः विभागः तद्विदक. पूर्वमपि तद् अवधिकः. पूर्वमपि दृष्टं यत् संयोगस्य एकस्यां प्रतीतौ एकावधि घटावधिकपटसंयोगः. यदा घटपटयोत्संयोगः भवति तदा घटपटात् विभक्तो भवति. घटपटद्वो द्रवयो तयो मध्ये यदि संयोगः भवति तद् विभक्त विभागमपि भवितुं शक्नोति. घटपटसंयोगः घटपटात् विभक्त घटपटसंयोगः वयं पञ्चमीविभक्ति न उपयुज्यामः, किन्तु विभागविषये पञ्चमीविभक्ति उपयुज्य भवति. यदा यदा यः संयोगः नाशनीयः तदा तदा यः विभागः कल्पयते येन द्रवेण स संयोगः नाशनीयः विभागः तत् अवधिकः. संयोगस्य नाशने विभागस्य उत्पत्तिः भवति. संयोगस्य आश्रयस्य नाशने विभाग उत्पत्तिः, तत् विभाग संयोगस्य तत् अवधिकः अस्ति. एकं विभागः मीन्स् आश्रित अवधिकः भवति. यदा वयं येन द्रव्येण सह संयोगः नाशनीयः विभागः तदवधिकः इति अस्ति खलु. एकम् उदाहरणं दत्वा कृपया प्रतिपादयतु. उदाहरणम् अस्ति घट पटयोः संयोगः. यदि वयं वदामः घटावधिकपटसंयोग, तत् उदाहरणे पटनिष्ठसंयोग मीन्स् पट आश्रय अस्ति, घटावधिक घटे अवधि अस्ति. सो विभागस्थले वयं वदामः घटावधिक पट घटात् विभक्तः. घटावधिक पट विभागः. हा, तर्हि आशयः अस्ति यत् पूर्वं सः एव द्रव्यं तदेव द्रव्यं संयोगस्य आश्रयः आसीत् खलु, घटपटौ उभयोः संयोगः. यदा संयोगः नाशनीयः भवति तर्हि येन द्रव्येण सः नाशनीयः भवति, अत्र घटः पटात् विभक्तः इति चेत् घटसंयोगः पटेन सह नाशनीयः भवति. तदा पुनः यः कोऽपि विभागः भवति सः विभागः तदवधिकः, नाम पटावधिकः भवति. भवती जानीयात् एव, केवलं स्पष्टीकरणार्थं. पूर्वमपि दृष्टं यत् संयोगस्य एकस्यां प्रतीतौ एकावधि. संयोगस्य प्रती घटपटयोः संयोगः तत् अत्र द्विनिष्ठा अस्ति, घट घटे पटावधिकसंयोगः, पटे घटावधिकसंयोगः, किन्तु यदि प्रतीतिः एक अस्ति घटावधिकपटसंयोगः, तत्र वयं जानीमः पट आश्रय अस्ति, घटे अवधि अस्ति, कस्य आश्रयः अस्ति? पट संयोगस्य आश्रय अस्ति, संयोगस्य आश्रय. अस्तु, समीचीनम्. अस्तु, अग्रे सन्ध्या भगिनी पठति वा? आं भगिनि. किन्तु संयोगस्य विभागस्य च एकावधिकत्वम् इति तु न वक्तव्यम्. द्विनिष्ठत्वात् एकस्य संयोगस्य अवधिद्वयं, तन्नाशकविभागोऽपि तथा. द्विनिष्ठत्वात् एकस्य विभागस्य अवधिद्वयं, हस्तपुस्तकयोः विभागः यदा जायते, हस्ताधिकरणकः विभागः प्रतीयते चेत् पुस्तकमेव अवधिः, पुस्तकाधिकरणकः विभागः प्रतीयते चेत् हस्तः एव अवधिः. एकस्यां प्रतीतौ एकं द्रव्यम् अधिकरणत्वेन भासते, अपरं च द्रव्यम् अवधित्वेन भासते. तर्हि एकः एव अवधिः भासते, किन्तु विभागस्य अवधिद्वयमस्ति द्विनिष्ठत्वात्. यादृशपदार्थद्वयनिष्ठविभागः तदुभयावधिकः अस्ति, आहत्य अवधिद्वयमस्ति, किन्तु एव एकावधिकत्वं प्रतीयते. तर्हि अत्र यद्यपि वयं वदामः तत्र घटावधिकः घटावधिकः पटसंयोगः वा पटावधिकः घटसंयोगः, तत्र संयोगस्य अपि च विभागस्य एकावधिकत्वम् अस्ति इति न चिन्तनीयं, यतोहि संयोगः अपि विभागः अपि द्विनिष्ठः अस्ति. अतः तत्र अवधिद्वयम् अस्ति संयोगस्य वा विभागस्य वा, परन्तु तत्र प्रतीतिवशात् तत्र यदा हस्तपुस्तकयोः विभागः इति यदि उदाहरणं स्वीकुर्मः, तर्हि तत्र अवधिः तु हस्तः अपि अस्ति, पुस्तकः अपि अस्ति, अधिकरणमपि द्वयमपि अस्ति, परन्तु यदा अवधिः तत्र अवधेः न विभागस्य अधिकरणं यदि हस्तः इति वदामः, तर्हि पुस्तकम् अवधिः भवति. अपि च यदा पुस्तकम् अधिकरणमस्ति विभागस्य इति वदामः, तदा हस्तः अवधिः भवति. तर्हि अवधिद्वयमस्ति एकस्मिन् समये, परन्तु प्रतीतिः तु एकस्य एव प्रतीतिः, इत्युक्ते एकस्मिन् समये एकत्र एव अवधिः अस्ति इति भासते. अतः तत्र यद्यपि तत्र एकः एव अवधिः इति दृश्यते, तथापि एकावधिकत्वम् इति न स्वीकरणीयं, तत्र द्विनिष्ठत्वम् अस्ति विभागस्य इति. तदेव, तर्हि तत्र अवधिद्वयम् अस्ति एकस्मिन् समये, परन्तु भासते केवलम् एकावधिकत्वम् इति. समीचीनम्. तर्हि वस्तुस्थितिः अस्ति यत् अवधिद्वयमस्ति, अवधिद्वयमस्ति, अधिकरणद्वयमपि अस्ति. विभागसंयोगस्थले अवधिद्वयम् अधिकरणद्वयं, किन्तु प्रतीतिवशात् यथा भगिन्या उक्तम् अवधिः एकत्र स्वीकुर्मः, तथा एव संयोगस्य विषये अपि घटावधिकपटसंयोगः इति यथा उक्तमासीत्, तस्मिन् प्रतीतौ एकः अवधिः अपरम् अधिकरणम् इति. अस्तु, तर्हि अग्रे सरेम. केन आगतं नूतनतया? कोऽपि अस्ति वा नूतनः सदस्यः कोऽपि? अस्तु, राजेन्द्रमहोदय अग्रे पठितुमिच्छति वा? आं भगिनि. तदर्थं विद्याधर्याम् उच्यते, वक्षमानविभागस्य द्रव्योत्पत्तिद्वितीयक्षणेषु जायमानस्य अपि न निखिल अवधिकत्वं, किन्तु स्वनाशसंयोग आश्य अवधिकत्वम् एव औद्युक्त्यम् इव हि नियमेन स्वीक्रियते. स स्वनाशसंयोगाश्य अवधिकत्वम् एव विभागे भवति इति एवं रीत्या निमयते विभागस्थले तथैव विद्याधर्यां वाक्यमस्ति वक्ष्यमानविभागस्य द्रव्य उत्पत्ति द्वितीयादि क्षणेषु जायमानस्य अपि न निखिल अवधिकृतं किन्तु स्वनाशसंयोगाश्य अवधिकत्वम् एव हि नियमेन स्वीक्रियते यथा विभागस्थले चिन्तयामः द्रव्य तत्र द्रव्य उत्पत्ति द्वितीयादि क्षणे षु जायमानः यः गुणः भवति विभागः यः गुणः जायमानः अस्ति तत् अपि तत्र निखिल अवधिकत्वं नास्ति परन्तु तत् स्वनाश संयोगाश स्वनाश विभाग न विभाग विभागनाश संयोग आश्य अवधिकत्वं हि नियमेन स्वीक्रियते सः विभागः तु संयोगनाशक एव अस्ति तस्य अवधिकत्वं नियमेन स्वीक्रियते यथा उदाहरणतः वदामः घटः पटात् विभक्तः तथा घट पटे अवधिकत्वम् अस्ति तस्य संयोगस्य नाशः हि एवं महोदय हा एकनिमिषः एकनिमिषः अत्र किञ्चित् परिशीलनं कुर्मः अत्र अवधिकः कः यदा वदामः घटः पटात् विभक्तः यत्र कुत्रापि यत्र कुत्रापि संयोगविभागस्थले अवधिकः इति वदामश्चेत् सः शब्दः कस्य सूचकः भवति यतः संयोगः अथवा विभागः भवति हा संयोगः अवधिकः विभागः अवधिकः इति खलु तर्हि अवधिकत्वं कुत्र अस्ति अवधिकत्वं अवधिकत्वम् अथवा अवधिकत्वं भगिनि पृच्छति वा अवधित्वम् अवधिकत्वम् इति तत्र भेदः कः इति उदाहरणत्वे उदाहरणं स्वीकृत्य वदतु अवधित्वं तु पटे अस्ति यथा घटः पटात् विभक्तः अवधित्वं तु पटे अस्ति अवधिकत्वं तु विभागे अस्ति हा अस्तु समीचीनम् इदानीं स्वनाशसंयोगाश्रयावधिकत्वम् इति नियमेन स्वीक्रियते इति उक्तं खलु तर्हि किञ्चित् परिशीलयामः इदं पदं तत्र स्वम् इति कं सूचयति विभागः हा विभागं सूचयति खलु स्वम् इति स्वनाश्य इति पृथक्तया समासः न पृथक्तया वाक्यं वदति चेत् तस्य कथं भवति वाक्यं या विभागेन यः नाशः भवति अस्तु विभागेन नाश्यः इत्युक्ते अत्र विभागः इति स्वं तर्हि तृतीया विभक्तिप्रयोगः स्यात् स्वेन नाश्यः इति भवति विभागेन नाश्यः स्वेन नाश्यः स्वेन कः नाश्यः अस्ति संयोगनाशकः संयोगः नाश्यः अस्ति स्वनाश्यसंयोगः इत्युक्ते विभागेन नाश्यः संयोगः अथवा स्वेन नाश्यः संयोगः सः संयोगः कुत्र भवति घटः घटपटयोः संयोगः इति उच्यते चेत् कुत्र भवति प्रतीतौ तु एकनिष्ठ भासते परन्तु द्विनिष्ठः अस्ति घटे अपि अस्ति पटे अपि अस्ति हा समीचीनं घटे अपि अस्ति पटे अपि अस्ति घटपटयोः संयोगः इति यत्र पञ्चमी घटितप्रयोगः एव नास्ति तत्र उभयत्रापि भवति इति अवधिः अस्तु स्वनाश्यसंयोगः उभयत्र अस्ति तर्हि संयोगस्य आश्रयः घटः अपि अस्ति पटः अपि अस्ति खलु? इदानीं घटपटयोः संयोगः उभयत्र अस्ति, तर्हि घटः पटात् विभक्तः इति वदनेन संयोगः हा पूर्वम् अत्र उक्तमस्ति संयोगाश्रय अवधिकत्वम् एव हि स्वीक्रियते इति, खलु? संयोगाश्रय अवधिकत्वं कस्य? घटे अस्ति, यदा वदामः घटः पटात् विभक्तः। हा संयोगः तु घटे पटे अस्ति, किन्तु वनाश्य संयोगाश्रय अवधिकत्वं कस्य अस्ति? पटे पटे अस्ति। कोऽपि साहाय्यं करोति वा? वाक्यस्य परिशीलनं भवति तावदेव। वक्ष्यमाणविभागस्य स्वनाश्य संयोगाश्रय अवधिकत्वं, तर्हि तादृश अवधिकत्वं स्वनाश्य संयोगाश्रय अवधिकत्वं कस्य? विभागस्य अवधिकत्वं भवति। हा विभागस्य तादृश अवधिकत्वं, कीदृशः? स्वेन एव यः नाश्यः भवति संयोगः, सः संयोगः कस्यचिदपि आश्रितः भवति, तस्य आश्रयस्य अवधिकत्वमेव नियमेन हि स्वीक्रियते इति। बुद्धं वा? विभागस्य अवधिकत्वम् अस्ति तत् एवं वा? हा हा विभागस्य अवधिकत्वम् अस्ति। विभागस्य अवधिकत्वं कीदृशम् इत्युक्ते स्वनाश्य संयोगाश्रय अवधिकत्वम्। अतः स्वनाश्य संयोगाश्रय अवधिकत्वं विभागे भवति इति वक्तव्यं भवति। अस्तु तावदेव। अन्यत् यद् किमपि महोदयेन उक्तं तत् समीचीनमेव आसीत्। निखिलावधिकत्वं नास्ति, प्रतीतिवशात् एकत्र स्वीक्रियते विभागस्य अवधिः अवधित्वं, तर्हि स्वनाश्य संयोगाश्रय अवधिकत्वम् इति उच्यते। अग्रे सावित्री भगिनी पठति वा? आं भगिनि, तत्र नियमेन स्वीक्रियते इति किमर्थं भगिनि? नियमेन इत्युक्ते नियमेन इति पदस्य आवश्यकता अस्ति वा? अहं चिन्तयामि प्रतीत्या नियम्यते इति, तदर्थम् अस्तु इति मम ऊहा अस्ति। आं भगिनि, सन्ध्या वदामि। तत्र ममापि प्रश्नः न, परन्तु यदा पूर्वं मया पठितं बहुवारं नियमेन स्वीक्रियते, तत्र ममापि स्पष्टता नासीत्, परन्तु एतत् करपत्रं पठित्वा एव तत्र नियमः यथा रक्षाभगिन्या उक्तं, तत्र प्रतीतिवशात् तत्र नियमः एवमस्ति, यद्यपि अधिकरणद्वयम् अपि च अवधिद्वयं, परन्तु एक नियमः अस्ति एकस्मिन् समये एकः एकं द्रव्यम् अधिकरणम् एकं द्रव्यम् अवधिः इति नियमः इति मम अवगमनमस्ति। तत् स्पष्टमस्ति, परन्तु तत्र प्रतीतिवशात् इति वक्तुं वदनस्य आवश्यकता आसीत् इति मम मनसि अस्ति। नो चेत् द्वयोः अवधिकः भवितुम् अर्हति, द्वयोः अधिकरणमपि भवितुम् अर्हति, परन्तु नियमः अस्ति एकस्मिन् समये एकः एव अवधिः, तस्मिन् समये अपरं द्रव्यम् अधिकरणम्। आम् आम् सत्यम् इति नियमः इति मम अवगमनं। क्षम्यतां भगिनी, भवती वदतु। किमपि नास्ति भगिनि, इत्युक्ते नियमः एव प्रतीतेः द्योतकः भवति इति प्रायः। प्रतीत्या नियम्यते इति कृत्वा प्रायः तथा उक्तमस्ति इति चिन्तयामि। भगिनि, नियमेन अपि तु नियमनम् अनयोः भेदः अस्ति खलु? आम्, अत्र नियमेन इति अस्ति, अतः नियमस्य विषये नास्ति इति मन्ये। नियमेन इत्युक्ते यः आशयः अस्ति, यः अवधिः अस्ति संयोगविषये, नियमेन तदेव स्वीक्रियते इति, अस रूल् इति। इति वा इति स्यात्, किन्तु नियमः इत्युक्ते रूल् एस् अ रूल् इति एव भाति, परन्तु नियमनं नियमः इति अर्थभेदः न भाति. तर्हि प्रश्नः कः इति न अवगतः. विभक्तिभेदः अपि न, नियमः भिन्नः प्रत्ययः, तेन नियमः यम् इति एव धातुः, रेस्ट्रेन् करोति इति, किमपि सीमा स्थापयति इति. नियमः इति पदं निष्पन्नं भवति एकेन प्रत्ययेन, नियमनं पुनः अपरेण. नियमः इत्यस्य भावः नियमनं, नियमयति इत्यस्य भावः नियमनम्. यदा वाक्यमस्ति सः नियमेन नववादने आगच्छति इति, तत्तु भिन्नः वा? न, नियमः इति रूल् इति स्यात्, परन्तु तत्र नियमनं केन क्रियते? नियमः नववादने आगच्छति इति नियमः, नियमनं केन क्रियते? कालेन, नववादनं कालेन. हा, नियन्त्रणम् इति कृत्वा तावान् भेदः नास्ति इति भाति, परन्तु अत्र सीमा स्थापिता अस्ति इति स्वीकर्तुं शक्यते इति चिन्तयामि. केनचित् सीमा स्थापिता, भवत्या यथा उक्तं संयोगाश्रयः एव भवतु इति सीमा स्थापिता, अथवा प्रतीतिः तथा अस्ति चेत् एकत्र एव भवतु इति सीमा स्थापिता तथा. भगिनी, पूर्वं महोदय पत्रे लिखितमस्ति विभागस्थले अवधि नास्ति किन्तु आरोप्यते, अनियमे नास्ति किन्तु यदि आरोप्यते तर्हि प्रतीति भवति. सत्यं सत्यं. हा, तर्हि स्वाभाविकतया विभागसंयोगौ नियतावधिकौ न, नियतावधिकत्वं नास्ति. स्वाभाविकतया द्विनिष्ठौ तु स्तः, किन्तु नियमेन तत्र अवधिः भासते इति कोऽपि नियमः नास्ति. अस्माभिः आरोप्यते प्रतीतिवशात्. पठामि वा भगिनी? हा, अस्तु, अग्रे पठतु. पृथक्त्वं द्वितीयादिक्षणे जायमानं स्वाश्रयसमवायिकारणपरम्परायां परमाण्वन्तं यन्मूर्तं तदतिरिक्तावधिकमेव जायते. ध्येयं यत् अत्र पृथक्त्वस्य तदतिरिक्तावधिकत्वं भवति. अवयवपरम्परायां घटस्य तदवधिकं पृथक्त्वं न भवति, तद्विहाय तत्तत्त्वं पृथक्त्वे सर्वत्र. अत्र पुनः पृथक्त्वस्य विवरणं दत्तमस्ति. पृथक्त्वं द्वितीयादिक्षणे जायमानम् अस्ति, यथा पूर्वम् अस्माभिः दृष्टं. प्रथमक्षणे द्रव्यं निर्गुणं तिष्ठति, परन्तु अत्र स्वाश्रयसमवायिकारणपरम्परायाम् इत्युक्ते घटस्य उदाहरणं स्वीकुर्मः चेत् घटस्य अवयवः कपाल द्वौ, तेषाम् अवयवः कपालिकाः, तथा परमाण्वन्तं गच्छामः चेत् ते सर्वे द्रव्ये विहाय एव अवधिकं जायते. अवधिकं स्वनाश्य स्वस्य परम्परायां यानि मूर्तद्रव्याणि सन्ति तेषाम् अवधिकत्वं पृथक्त्वे न भवति, तद्विहाय अन्यत्र सर्वत्र पृथक्त्वस्य अवधिकत्वं भवति. ध्येयं यत् तत्र पृथक्त्वस्य तदेव लिखितमस्ति, तदतिरिक्तावधिकत्वं भवति. अवयवपरम्परायां यानि मूर्तद्रव्याणि सन्ति तद्विहाय पृथक्त्वं अन्यत्र सर्वत्र भवति. समीचीनं. तर्हि इदं तु स्पष्टं स्यात्, वारं वारं पठितवन्तः अपि, पृथक्त्वस्य अवधिः कुत्र भवति कुत्र न भवति. अस्तु, अग्रे जयन्ती भगिनी पठति वा? भगिनी क्षम्यताम्, अत्र अवयवपरम्परां घटस्य तदवधिकपृथक्त्वं न भवति, अत्र तद् इत्युक्ते घटः, सत्यम्? अनन्तरं एकनिमिष चिन्तयतु, स्वाश्रयसमवायिकारणपरम्परायां परमाणुमन्तं यन्मूर्तम् अथवा यद्मूर्तं तदतिरिक्त अवधिकम् एव इति. तर्हि तद् इति कस्य तर्हि तद् इत्युक्ते अत्र अवयवपरम्परायां यद् सर्वम् अस्ति तद् आश्रयभूतम्. आमां, तर्हि अग्रे अपि अवयवपरम्परायां घटस्य तदवधिकं पृथक्त्वं न भवति इत्युक्ते अत्र पुनः तद् इत्युक्ते आश्रय परम्परायां ये सन्ति ते. तद्विहाय तत्तदवधिकत्वं पृथक्त्वे, तत्र तत् तदिति द्विवारं तत्र किम् अस्ति? तद्विहाय तत्तदवधिकत्वं पृथक्त्वे सर्वत्र अवयवपरम्परायां घटस्य तदवधिकं पृथक्त्वं न भवति. अस्तु, तद्विहाय तत्तदवधिकत्वं पृथक्त्वे इत्युक्ते सत्यम् इत्युक्ते यत्र कुत्रापि घटः पटात् पृथक् इत्युक्ते तस्मिन् वाक्ये तद् इति अपरस्य द्रव्यस्य सूचकः इति चिन्तयामि. तर्हि तत् तद् इत्युक्ते तत्र अपरं सर्वं यद् द्रव्यमस्ति तत् सर्वम् इत्युक्ते ईच् एण्ड् एव्रि द्रव्यम् इति तत्र एम्फसिस् अस्ति. सो अण्ड् सो इति. अस्तु भगिनि, धन्यवादः. अग्रे जयन्ती भगिनी पठति वा? विभागस्य अपि अवयवपरम्परायां यद्यन्मूर्तं तदतिरिक्तावधिः सम्भवति. विभागस्य अपि अवयवपरम्परायां यद्यन्मूर्तं तद् अतिरिक्तावधिः सम्भवति. वैलक्षण्यम् अस्ति यद् द्रव्ये पृथक्त्वम् एकमेव, तस्य च एते सर्वे अवधयः भवन्ति. विभागस्य एते सर्वे अवधयः सम्भवन्ति, किन्तु एकस्य विशिष्टविभागस्य अवधिद्वयमेव भवति. एतावता संयोगस्य स्थले कीदृश पृथक्त्वस्य अवधिकत्वम् इति दृष्टवन्तः. अत्र विभागस्य उदाहरणं स्वीकृत्य तस्य अवधिकत्वं कुत्र इति अपि दृष्टवन्तः. अत्र विभागस्य स्थले अपि अवयवपरम्परायां यथा पृथक्त्वम् अवयवपरम्परायां ये मूर्तद्रव्याणि सन्ति तद् अतिरिक्त अवधिः एव भवति. इत्युक्ते विभागस्य स्थले अपि यः आश्रयः अस्ति, यस्मिन् विभागः अस्ति, तस्य अवयवपरम्परायां यानि मूर्तद्रव्याणि सन्ति तदावधिक विभागः न भवति. तत् समीचीनमेव, सम्यक्तया उक्तं भवत्या. अस्तु, वैलक्षण्यम् अस्ति यत् द्रव्ये पृथक्त्वम् एकमेव, तत्तु वयं जानीमः. एकस्मिन् द्रव्ये पृथक्त्वम् एकमेव आश्रयेण भिद्यते, परन्तु विभागः यः भिन्ना. अग्रिमवाक्यखण्डः तदपि किञ्चित् पठतु. तस्य च एते सर्वे अवधयः भवन्ति. विभागस्य एते सर्वे अवधयः सम्भवन्ति, किन्तु एकस्य विशिष्टविभागस्य अवधिद्वयम् एव भवति. पृथक्त्वस्य विषये यद्यपि बहवः अवधयः भवितुम् अर्हति, यद्यपि यद्यपि बहवः अवधयः सन्ति परम्परा अवयवपरम्परां विहाय पृथक्त्वम् इति गुणः एकमेव, परन्तु भवन्ति सम्भवन्ति अनयोः मध्ये सूक्ष्मभेदः अस्ति, तस्य विषये चिन्तयतु. पृथक्त्वस्थले अवधयः भवन्ति बहवः, विभागस्थले सम्भवति. विभागस्थले तु ये अवधयः, ये भिन्नाः अवधयः सन्ति ते तु भिन्नाः विभागसम्बन्धिताः सन्ति. सत्यं. तर्हि एकस्यां प्रतीतौ कति अवधयः भवन्ति? एकस्यां प्रतीतौ एकः अवधिद्वयमेव भवितुं न, एकमेव भवितुम् अर्हति. यद्यपि चिन्तयतु, अस्माभिः पठितं खलु, किन्तु संयोगविभागस्य च एकावधिकत्वम् इति तु न वक्तव्यं. किमर्थम्? किमर्थम् उभयत्र अपि भवति संयोगः विभागः च, अतः अवधिद्वयमपि भवति. परन्तु प्रतीति अस्माकं प्रतीतिः तस्य अनुसरेण प्रतीतिवशात् तु अवधिः एकः एव. यद्यपि अवधिः द्वे द्रव्ये भवति, भवतः अवधिः भवतः, परन्तु प्रतीतिवशात् एकस्मिन् एव भवति इति जानीमः. सत्यं. किन्तु विभागस्य के के अवधयः भवितुम् अर्हन्ति? अवयवपरम्परां विहाय ये ये सन्ति तदावधिक विभागः भवितुम् अर्हति, परन्तु भिन्नाः विभागः सम्बन्धिताः सन्ति. तर्हि वार्ता अस्ति यत् सम्भावना अस्ति, अस्तु, बहवः अवधयाः भवितुम् अर्हन्ति, सम्भवन्ति इत्युक्ते भवितुम् अर्हन्ति विभागस्य. किन्तु एकस्य विशिष्टविभागस्य इत्युक्ते उभयोः वस्तुनोः विभागः जातः इति ज्ञानं यदा मनसि उदेति तत्र अवधिद्वयम् एव भवति, भवति इति निश्चयेन वक्तुं शक्नुमः अवधिद्वयं. किन्तु विभागस्य इदानीं घटपटयोः विभागः, पुनः घटपुस्तकयोः विभागः इति बहवः अवधयः भवितुम् अर्हन्ति, सम्भवन्ति, परन्तु एकस्य विशिष्टविभागस्य अवधिद्वयम् अस्तु इति कृत्वा विभागस्य अवधिद्वयम् अथवा द्वि अवधिकम् इति वक्तुं शक्यते, परन्तु पृथक्त्वं तथा नास्ति. किमर्थम्? पृथक्त्वं तु पृथक्त्वम् इति गुणः तस्मिन् द्रव्ये एव भवति, एकनिष्ठः अपि च अनेकावधिकम् इति अपि पठितवन्तः खलु. यद्यपि पृथक्त्वस्यापि विभागवत् पृथक्त्वस्यापि अवयवपरम्परागतद्रव्याणि विहाय सर्वे अवधयः भवन्ति, परन्तु विभागः कालविशिष्टः, कालानुगुणं यदा विभागः जायते तदा अवधिद्वयं भवति इति वदामः, परन्तु सर्वे अपि भवितुम् अर्हन्ति यथा पृथक्त्वम्. तर्हि अत्र पृथक्त्वस्य स्थले भवती उक्तवती यत् बहवः अवधयः भवन्ति इति, परन्तु विभागस्थले सम्भवन्ति इति खलु. यदा विभागः जायते तदा सम्भावना अस्ति. तर्हि पृच्छतु भगिनि. न, तर्हि एकस्मिन् क्षणे घटः पटात् पृथक्, घटः पुस्तकात् पृथक्, घटः वृक्षात् पृथक् इति वक्तुं शक्नुमः, तु विभागस्थले एकस्मिन् समये विभक्तः जातः पुस्तकं वृक्षात् विभक्तः वा तस्मिन् समये एव इति समयसम्बन्धितः नास्ति वा? पृथक्त्वं समयसम्बन्धितः नास्ति, पृथक्त्वं स्वाभाविकः गुणः अस्ति, तत् द्रव्ये भवति, द्रव्ये एव भवति. आम्, हा, घटः जायते चेत् घटः घटः इत्यस्मिन् पृथक्त्वम् अस्ति एव, घटः अपरस्मात् पृथक् इति दृश्यते. परन्तु विभागस्य कृते क्रिया अपेक्षिता, क्रिया जायते चेत् तदा क्रियया विभागः अपि जायते. यद्यपि बहवः अवधयः भवितुमर्हन्ति, तथापि अवधिद्वयमेव जायते, यदा क्रिया जायते यदा विभागः जायते इति वदामः. इति सटल् डिफ्रेन्स् अस्ति इति अहं चिन्तयामि. अन्ये किं चिन्तयन्ति भगिनी? यथा अत्र लिखितमस्ति तस्य च एते सर्वे अवधयः भवन्ति, तत् किम् अर्थः कः तत्र, कस्मिन् सन्दर्भे अस्ति? न न, पृथक्त्वम् एकमेव गुणः द्रव्ये भवति यदा द्रव्यस्य उत्पत्ति अनन्तरं भवति, तस्य अवधिः सर्वत्र भवति एव किल. एकमेव पृथक्त्वम् अस्ति पुस्तके अथवा वृक्षे. पुस्तक अस्तु, घटं स्वीकुर्मः, घटः पुस्तकात् पृथक्, घटः वृक्षात् पृथक्, घटः गृहात् पृथक् इति तु सत्यमेव. पृथक्त्वमेकमेव, तस्य अवधयः बहवः भवितुं भवति एव. विभागः तु तथा नास्ति. मम चिन्तनमस्ति सम्भवन्ति इत्युक्ते तत्र विभागस्य प्रथमतया संयोगः अपि भवतु, नो चेत् विभागः नास्ति. तदर्थम् एते सर्वे अवधयः भवितुं सम्भवन्ति, परन्तु संयोगः भवेत्, अनन्तरं विभागः अपि भवेत्, तदा अवधयः भवन्ति. नो चेत् सम्भावना अस्ति, परन्तु नियमेन भवति इति न, परन्तु पृथक्तस्थले नियमेन भवति इत्येव वार्ता. राजेन्द्रमहोदय अवगतम्? धन्यवादः. अस्तु अस्तु तर्हि समीचीनम्, अग्रे गच्छेम. सरला भगिनी अग्रे पठति वा? एकनिमिषः. अन्येन केनापि आगतं तदभ्यन्तरे? अस्तु तर्हि लक्ष्मी भगिनी अग्रिमपरिच्छेदं पठति किम्? आम्, कुत्र तादृश सा अवधिकगुणस्य प्रतीतिः सम्भवति, अपि च तत्तु अस्तु अस्तु अस्तु पठतु, क्षम्यतां, पठतु पठतु भगिनि. कुत्र तादृश सा अवधिकगुणस्य प्रतीतिः सम्भवति, अपि च तस्य गुणस्य किम् अवधिकत्वम्? अनयोः प्रश्नयोः अर्थभेदो वर्तते. पृथक्त्वं, विभागः, संयोगः इत्येषां प्रतीतिः कुत्र भवति, कुत्र न भवति इति विषये त्रयाणामपि गुणानां साम्यं. यत्र पृथक् आश्रय आश्रितत्वं द्वयोः द्रव्ययोः, तत्र पृथक्त्वं भवति, तत्र च संयोगो जायते, तत्र च विभागो जायते. पृथक् आश्रय आश्रितत्वं नास्ति चेत् न पृथक्तस्य, न वा संयोगस्य, न विभागस्य प्रतीतिः जायते. किन्तु तस्य अर्थः एवं नास्ति यत् त्रयाणामपि गुणानां अवधिकत्वविषये साम्यं स्यात्. अस्तु, कुत्र तादृशसा अवधिकगुणस्य प्रतीतिः सम्भवति, अपि च तस्य गुणस्य किं किम् अवधिकत्वम्? अस्तु, तादृशसा अवधिकगुणस्य प्रतीतिः इत्युक्ते तत् अत्र अत्र पृथक्त्वम् इति सावधिकगुणः, विभागः अपि सावधिकगुणः, संयोगः अपि सावधिकगुणः, किं गुण अपि च तस्य गुणस्य किं किम् अवधिकत्वम्? अनयोः प्रश्नयोः अर्थभेदो वर्तते. यद्यपि पृथक्त्वं, विभागः, संयोगः सावधिकगुणः, के के अवधयः प्रत्येकं गुणे वर्तन्ते इति, के के अवधिकत्वं किम् अवधिकत्वं प्रत्येकं गुणे वर्तन्ते इति प्रथम इति अर्थभेदो वर्तते इत्युक्ते तत्र अत्र गुणस्य अवधिकत्वं किम् अस्ति तत् अपि च कुत्र तादृश सावधिकगुणं प्रति भवति एतयोः प्रश्नयोः मध्ये अर्थभेदः वर्तते किमर्थं चेत् अस्तु किमर्थं चेत् अग्रे पठतु स्पष्टं भवति. अस्तु, पृथक्त्वं विभागः संयोगः इत्येतेषां प्रतीतिः कुत्र भवति कुत्र न भवति इति विषये त्रयाणपि गुणानां साम्यम् अग्रिमवाक्यमपि पठतु स्पष्टं भवति. यत्र पृथक् आश्रय आश्रितत्वं द्वयोः द्रव्ययोः तत्र पृथक्त्वं भवति तत्र च संयोगो जायते तत्र च विभागो जायते. पृथक्त्वविभागसंयोगत्रयो त्रिषु गुणेषु साम्यं किमस्ति चेत् पृथक् आश्रय आश्रितत्वम् आवश्यकं भवति. किन्तु यद्यपि पृथक् आश्रयम् आश्रितत्वं भवति अवधिकत्वं पृथक्त्वस्थले अवधिकत्वं भिन्नः अस्ति कथं भासते इति भिन्नः अस्ति. पृथक् विभागसंयोगस्थले अवधिः अवधिकत्वं कथं भासति कथं भासते इति तत्र भेदः वर्तते त्रयोः त्रिषु गुणेषु मध्ये. समीचीनं, तर्हि इदानीं वदतु पृथक्त्वस्य अवधिकत्वं कीदृशं पृथक्त्वं नियतावधिकत्वं पृथक्त्वे नियतावधिकत्वम् अस्ति. किन्तु संयोगविभागस्थले नियतावधिकत्वं नास्ति किन्तु प्रतिथिवशात् एकस्मिन् समये एकः अवधिः स्वीक्रियते एकस्मिन् समये एकः एव अवधिः स्वीक्रियते अन्य द्रव्यस्य अवधिः निवार्यते इत्युक्ते एकस्मिन् समये विभागः द्विनिष्ठः किन्तु प्रतिथिवशात् विभागस्य अधिकरणम् अस्ति तत्र अवधिकत्वम् अस्ति अन्यस्मिन् द्रव्ये अवधिः अन्यस्मिन् अन्यद्रव्यः अवधिः भवति. संयोगस्थले अपि तथा किन्तु पृथक्त्वस्थले पृथक्त्वं द्रव्यस्य विशिष्टगुणः अस्ति अतः द्रव्यविशिष्टगुणः अस्ति अतः तत्र यथा पूर्वं पठितवन्तः द्रव्यपरम्परायां ये यानि मूर्तद्रव्याणि सन्ति तानि विहाय इति साम्यम् अस्ति. भवती यदुक्तवती अधुना मूर्त अवयवपरम्परागतद्रव्याणि विहाय सर्वत्र अवधित्वं भासते इति साम्यं त्रिषु अपि पृथक्त्वा संयोगविभागयोः साम्यं तत्र अस्ति. भेदः कुत्र अस्ति इत्युक्ते भेदः अवधिविषये अस्ति. अस्तु, तर्हि अवधिविषये चिन्तनीयं चेत् के के अंशाः परिशीलिताः भवन्ति इति चेत् भवती यदा उक्तं नियतावधिकत्वं पृथक्त्वस्य नियतावधिकत्वम् अस्ति वा? अस्ति. संयोगविभागयोः नास्ति. नास्ति. तर्हि पृथक्त्वस्य अनेकावधिकत्वम् अस्ति वा? पृथक्त्वस्य अनेकावधिकत्वम् अस्ति. अवश्यम् अस्ति. संयोगविभागयोः अनेकावधिकत्वम् अस्ति. अस्तु, एकस्मिन् समये अस्तु, अहं चिन्तितवती एकस्मिन् समये अनेकपद्रव्याणाम् उदाहरणं स्वीक्रिय चेत् पटस्य उपरि लेखनी, घटः इति सर्वं भवितुं, लेखनी, घटं, पुस्तकम् इति द्रव्यत्रयं तत्र संयोगः भवति. किन्तु यदि लेखनी पटः एव स्वीक्रियते चेत् तत्र एकावधिकत्वम् एव अस्ति, न तु अनेकावधिकत्वं. किल लेखनी घटः इति स्वीक्रियते चेदपि अनेकावधिकत्वम् इति न वदामः, अवधिद्वयम् इति उच्यते खलु. आम् अस्तु, तर्हि संयोगविभागयोः अनेकावधिकत्वम् इति नास्ति, अवधिद्वयम् अस्ति. द्व्यवधिकम् आम् अवधिद्वयम् अस्ति, द्विनिष्ठः. एकस्मिन् समये एव पटे लेखनी अस्ति, घटे पटस्य उपरि लेखनी अपि अस्ति, घटः अपि अस्ति, पुस्तकमपि अस्ति चेत् एकस्मिन् समये एव संयोग त्रीणि वस्तूनि तत्र संयोगः भिन्नभिन्नः अस्ति. अस्तु, तत् प्रत्येकं संयोगः कथं भिन्नभिन्नाः संयोगः, वस्तुभेदेन भिन्नभिन्नसंयोगः, भिन्नभिन्नसंयोगः. अतः प्रत्येकं संयोगः एव स्वीक्रियते चेत् तत्र नियत अनेकावधिकत्वं नास्ति, केवलम् अनेकावधिकत्वं नास्ति. प्रत्येकं स्वीकुर्मः चेत् इति एव वार्ता, चेत् इति न उदेति एव. प्रत्येकं भिन्नः, भिन्नभिन्नसंयोगाः भवन्ति, संयोगस्य अवधिद्वयमेव, अनेकावधिकत्वं नास्ति. अस्तु, प्रत्येकं संयोगस्य अवधिद्वयं, पृथक्त्वस्य अनेकावधिकत्वम्, अनेके अवधयः भवन्ति इति भेदः अस्ति. अवधिविषये भेदः, किन्तु अवधिः कुत्र कुत्र सम्भवन्ति इति विषये न कोऽपि भेदः पृथक्त्वम् अपि च संयोगविभागयोः मध्ये. अस्तु, अस्तु इति बुद्धं वा? अस्तु, तर्हि समीचीनम्. इदानीं पुस्तकं प्रति गच्छामः. विद्याधरीग्रन्थे अस्मिन् विभागे अन्तिमः परिच्छेदः अवशिष्टः अस्ति. राजेन्द्रमहोदय पठति वा? नवनवतितमे पुटे किञ्च. किञ्च विभागे विभिन्नदेशव्यापिमूर्तवृत्तैः पृथक्त्वे सविस्पष्टं प्रतीमानम् अवधित्वं भेदी प्रतियोगिता च तादात्म्य आदि अनेक पदार्थ ज्ञानादि ज्ञानविषयः इत्यनयोः विषययोः चिन्तने अपि पृथक्त्वम् अतिरिक्तः गुणः इति प्राचीनानाम् आशयः न स्थूलबुद्ध्या विचारणीयः इति तावत् मम प्रतिभाति इति धिक्. विभागस्य विभिन्नदेशव्यापिमूर्तद्रव्याणि ये सन्ति, यस्मिन् पृथक् आश्रितत्वम् अस्ति, तत्र विभागः तत्र भवितुम् अर्हति. स्पष्टं प्रतीमानम् अवधित्वं भेदी प्रतियोगिता, परन्तु भेदस्थले एकनिमिष, अत्र वस्तुद्वयम् अस्ति. अस्तु, अनयोः तुलना जायमाना अस्ति, इत्यनयोः विषययोः चिन्तने अपि इति वाक्यमस्ति खलु. तर्हि कयोः चिन्तने? विभाग अथवा भेदी प्रतियोगिता. भेदी प्रतियोगिता इति एकं वस्तु, अपरं पृथक्त्वं. महोदय वाक्यं पठतु एकवारम्. अस्तु, किञ्च विभागे विभिन्नदेशे व्यापिमूर्तवृत्ति पृथक्त्वे च विस्पष्टं प्रतीयमानम् अवधितम् इति एकम्. अनन्तरं भेदीप्रतियोगिता च तादात्म्य आदि अनेकपदार्थज्ञानादि ज्ञानविषयः इत्यनयोः विषयोः चिन्तने अपि पृथक्त्वम्. एकनिमिषः, तर्हि एकम् अस्ति अवधित्वं, द्वितीयं किम् अस्ति? द्वितीयम् अस्ति प्रतियोगिता. हा, भेदीयप्रतियोगिता, अनयोः विषये चिन्तनं जायमानम् अस्ति. अस्तु, तर्हि इदानीं प्रथमविषयं स्वीकुर्मः. प्रथमपदार्थः अवधित्वम् इति खलु, तस्य विषये किम् उक्तमस्ति? तत्र अवधित्वं विभिन्नदेशे व्यापमूर्तिवृत्ति पृथक्त्वे, विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे इति भवता प्रतिपादितं सम्यक्तया. भवता उक्तमासीत् पृथगाश्रय आश्रितत्वेन ये यौ स्थितौ भवतः तौ, तत्र पृथक्त्वम् अस्ति. अन्यत् किं भवति तत्रैव? विस्पष्टं प्रतीयमानम् अवधितम्. हा, विभागस्थले अपि च पृथक्त्वस्थले विस्पष्टं स्पष्टतया प्रतीयमानम् अवधित्वम् इति एकं. द्वितीयं किमस्ति? भेदीप्रतियोगिता. हा, भेदीयप्रतियोगिता कीदृशी? तादात्म्य सम्बन्धेन यः ज्ञायते, तादात्म्य आदि अनेकपदार्थ ज्ञानादि ज्ञानविषयः, तादात्म्यसम्बन्धेन ये अनेका पदार्थाः यस्मिन् विषये ये ज्ञानविषयः सन्ति, यस्मिन् अस्माकं ज्ञानम् अपेक्षितम् इति. किञ्चित् सन्ध्या भगिनी साहाय्यं करोति वा? तादात्म्यादि अनेकपदार्थ तत्र भेदीयप्रतियोगिता अस्ति, तादात्म्याद्यनेकपदार्थज्ञानाधीनज्ञानविषयः इत्युक्ते तत्र भेदीयप्रतियोगिता ज्ञानस्य विषयः अस्ति, तस्य ज्ञानं तदा भवति यदा तादात्म्यम् अपि च तादृश अनेकपदार्थानां यदा ज्ञानं भवति तदा भेदीयप्रतियोगितायाः ज्ञानं भवति. अतः भेदीयप्रतियोगितायाः ज्ञानविषयः तादात्म्याद्यनेकपदार्थानां ज्ञानस्य अधीनः विषयः अस्ति इति. हा, सम्यक्. तर्हि प्रतियोगिता इति ज्ञानस्य विषयः भवति चेत् सः विषयः पुनः अधीनः भवति, तस्य आधीनं कु हा ज्ञानाधीनः भवति. प्रतियोगिता ज्ञानाधीनः भवति इत्युक्ते किम्? इतोपि किमपि ज्ञानम् अपेक्षितं, कीदृशं ज्ञानम् अपेक्षितं राजेन्द्रमहोदय? केन सम्बन्धेन, केन धर्मेण अवच्छिन्ना भवति तत् अपेक्षितं? तत् नितराम् अपेक्षितं भवति भेदीयप्रतियोगितास्थले. किन्तु अवधित्वम् इत्यस्य विषये चर्चायाम् तावत् ज्ञानम् अपेक्षितं वा इति? न, तावत् ज्ञानम् अपेक्षितं नास्ति. नास्ति खलु? भेदस्थले घटः पटाद् भिन्नः इत्यस्मिन् वाक्ये प्रतियोगी कः? घटः प्रतियोगी. एकनिमिषं चिन्तयतु, घटः पटाद् भिन्नः, भिन्नः इत्यनेन भेदः अस्ति इति निर्देशः प्राप्यते. तर्हि भेदः कुत्र अस्ति? पटः प्रतियोगी, यतोहि घटे पटभेदः वर्तते खलु. घटः पटाद् भिन्नः, भिन्नः घटः इति वदामश्चेत् खलु, पटभेदः घटे अस्ति, तर्हि पटः प्रतियोगी. वाक्यं दृष्ट्वा, घटः पटाद् भिन्नः इति वाक्यं दृष्ट्वा पटे अवधित्वम् अस्ति इति अपि भासते. अपि च भेदस्थले प्रतियोगी एव अवधिः. तर्हि पटे प्रतियोगिता अपि अस्ति, अवधित्वमपि अस्ति इति कृत्वा तत्र प्रतियोगी अथवा अवधिः कीदृशः इति ज्ञातुं प्रतियोगिता कीदृशी इति ज्ञातव्यं भवति. यतोहि एकस्मिन् द्रव्ये बहवः भेदाः भवितुमर्हन्ति खलु. घटे पटभेदः, वृक्षभेदः, पुस्तकभेदः, लेखनीभेदः इति बहवः भेदाः भवितुमर्हन्ति इति कृत्वा प्रत्येकं भेदः कीदृशः इति ज्ञातुं प्रतियोगिता कीदृशी इति ज्ञातव्यं भवति. प्रतियोगिता कीदृशी इति ज्ञातुं पूर्वज्ञानम् अपेक्षितं. परन्तु पृथक्त्वस्थले एकमेव पृथक्त्वम् अस्तु, इदम् अस्मात् पृथक् इति वदामश्चेत् अवधिः कः इति विस्पष्टं प्रतीयमानं नाम दृश्यते. भेदस्थले तथा नास्ति, पूर्वज्ञानम् अपेक्षितम् अस्ति. अनेन किं सञ्जातं महोदय? पृथक्त्वम् अतिरिक्तगुणः अस्ति. अस्तु, तर्हि एतस्य परिशीलनेन अपि पृथक्त्वम् अतिरिक्तः गुणः भेदः भेदः अपरः पदार्थः इति प्राचीनानाम् आशयः सिद्ध्यति इति स्पष्टम्. न स्थूलबुद्ध्या विचारणीया, अस्य अर्थः कः कः? न स्थूलबुद्ध्या विचारणीयः इत्युक्ते सूक्ष्मतया विचारणीयं भवति, स्थूलरीत्या न विचारणीयः इति तावदेव. सः वदति पश्यतु प्रतियोगिता भेदः कीदृशं कीदृशः इति ज्ञातुं प्रतियोगिता कीदृशी इति ज्ञातव्यो भवति. प्रतियोगिता ज्ञातुं बहु किमपि पूर्वं ज्ञातव्यं भवति. परन्तु पृथक्त्वस्थले अवधिः कः इति विस्पष्टं, झटिति, स्फुरति. तर्हि उभयोः भेदः तुलनां करोति चेत् तत्रापि वैलक्षण्यं दृश्यते. अतः अयं विचारः स्थूलबुद्ध्या न विचारणीयः इति प्राचीनाः वदन्ति इति स्पष्टमस्ति वा भगिनि? अत्र दिक् इति दोषाय वा दिक् अथवा दिक् इत्युक्ते दिशः? न न, दिक् इति अलम् अलं पर्याप्तं. तत्तु धिक् इति अहं चिन्तितवती. धिक् इति धिक्कारः इत्यस्मिन् अर्थे निषेधः तथा, परन्तु दिक् इति अव्ययमपि अस्ति. भवती यदुक्तं तदपि सत्यं, दिक् इति दिश दिशः इति सूचयति, किन्तु दिक् इति एकम् अव्ययम् अस्ति. अव्ययम् अलम् अलम् इति वा? अलम् अलं हा तावदेव. भगिनि अन्यः एकः लघुविषयः, तत्र पूर्वं कदापि एकवारं पृष्टमासीत् सूक्तिललन्तिका इत्युक्ते किम् इति. तत्र महोदयस्य लेखने पुस्तकस्य इत्युक्ते देवदत्त पाटील महोदयस्य लेखने वा पुस्तकस्य आरम्भे कुत्रापि तत्र काश्चन अंशान् लिखितवान् अस्ति. हा, यत्र अनुक्रमणिका अस्ति तस्मात् पूर्वं ग्रन्थादौ इति, तत्र ग्रन्थस्य आरम्भे बहूनि तत्र चित्राणि सन्ति, तत्र गुरूणाम् इति सर्वं महोदयस्य गुरूणां, तस्य अनन्तरं ग्रन्थादौ इति तत्र पुटद्वये चतुर्दश तत्र अंशाः सन्ति, तत्र चतुर्दशः अंशः अस्ति सूक्तिललन्तिका इति. तत्र अनन्तरं सर्वे अपि पठितुं शक्नुवन्ति, परन्तु संक्षेपेण तत्र यस्य कस्यापि विषये यदि किमपि तत्र इतोपि तत्र किं वदामः डीप् गत्वा चिन्तनम् आवश्यकम् अस्ति, यथा उदाहरणार्थं यथा भेदस्य पृथक्त्वस्य विषये च तत्र किञ्चित् इतोपि बहु अग्रे गत्वा बहु डीप् चिन्तनम् अस्ति, तत्र तादृशविभागस्य नाम सूक्तिललन्तिका इति अस्ति इति संक्षेपेण, परन्तु अन्ये अपि सर्वे पठितुं शक्नुवन्ति. समीचीनं भगिनि, प्राप्तं मया अपि. अहमपि पठितवती, तत्रापि लिखितमस्ति इति धिक् तथा इति पदेन भवेत् इति. सत्यम् अहमपि पश्यन्ती अस्मि. तर्हि सूक्तिललिन्तिका विभागः सर्वदा इति दिक् इति पदेन समाप्यते इति. समीचीनं, धन्यवादः सन्ध्या भगिनी. अहं तु तावत् न पठितवती एव. न न, अहमपि न पठितवती, तत्र अन्येन तत्र दर्शितमस्ति. तर्हि मम अस्तु, सम्यक्. तर्हि हा, तर्हि अयं विभागः सुदीर्घा चर्चा जाता, अत्र समाप्यते. कोऽपि प्रश्नः वा? षण्मासात्मकं मात्मिका चर्चा जाता इति मन्ये अस्य विषये, संयोगविभागः पृथक्त्वा भेदः इति सर्वम्. अस्तु तर्हि अग्रे सरेम. जयन्ती भगिनी आरम्भं कर्तुमिच्छति वा अग्रिमभागम्? आं भगिनि. संयोगं क्रमप्राप्तं लक्ष्यति. संयुक्तव्यवहारहेतुः संयोगः सर्वद्रव्यवृत्तिः इति. अग्रे पठामि वा? पठतु. आदौ वियुक्तयोः हस्तयोः क्रियावशात् संयोग्याख्यः गुणः उत्पद्यते. तं च संयोगं ज्ञात्वा इमौ संयुक्तौ इति शब्दप्रयोगरूपः व्यवहारः भवति. तेन च शब्दप्रयोगेन जिज्ञासवः प्रतिपद्यन्ते हस्तौ संयुक्तौ इति. अत्र संयोगस्य निरूपणमस्ति. संयुक्तव्यवहारहेतुः संयोगः सर्वद्रव्यवृत्तिः इति संयोगस्य लक्षणवाक्यम् अस्ति. संयोगः इति संयुक्तव्यवहारहेतुः इत्युक्ते संयोगः इति गुणः संयुक्तव्यवहारस्य कारणम् अस्ति. इत्युक्ते व्यवहार इत्युक्ते ज्ञानजनकशब्दप्रयोगः इति जानीमः. यत् यत् ज्ञानं संयोगस्य ज्ञानं यत् जनयति स च गुणः संयोगः इति. संयोगः इति गुणः. पुनः पुनः व्यवहार इत्युक्ते किं? पुनः स्मरणार्थमेव, बहूनि दिनानि अतीतानि. व्यवहार इत्युक्ते ज्ञानजनकशब्दप्रयोगः. येन शब्दप्रयोगेन कश्चन ज्ञानम् उदेति तत् व्यवहार इति भवति. अत्र संयोगस्य विषये व्यवहार तु संयुक्तः द्वयोः द्रव्ययोः संयुक्तः इति, द्वयोः द्रव्ययोः संयोगः, द्रव्यस्य अन्येन संयोगः इति इत्यादयः व्यवहाराः भवितुम् अर्हन्ति. अतः अत्र संयोगः इति गुणः यत्र भवति वा यदा भवति तेन किं ज्ञानम् उदेति इत्युक्ते द्वयोः द्रव्ययोः संयोगः भवति इत्यस्य ज्ञानम् उदेति. अतः एव अत्र संयोगः संयुक्तव्यवहारहेतुः इति उच्यते. समीचीनं. सर्वद्रव्यवृत्तिः इति गुणः इत्यस्य इत्यस्मात् सर्वेषु द्रव्येषु वर्तते. आदौ वियुक्तयोः हस्तयोः क्रियावशात् संयोगाख्यः गुणः उत्पद्यते. क्रियावशात् आदौ इत्युक्ते प्रथमतया हस्तद्वयं वियुक्तः अस्ति इत्युक्ते पृथक्तः. तदनन्तरं द्वयोः मेलनेन संयोगः जातः. तर्हि यः संयोगः जातः तेन हस्तयोः संयोगः इति गुणः उत्पद्यते. तं च संयोगं ज्ञात्वा इमौ संयुक्तौ इति शब्दप्रयोगरूपः व्यवहारः भवति. हस्तद्वयसंयोगेन कोऽपि व्यवहारः भवति. हस्तद्वयोः संयोगः इति शब्दप्रयोगः जायते. अनेन शब्दप्रयोगेन श्रोतुः मनसि अवगम्यते यत् हस्तौ संयुक्तौ इति. चित्ररूपेण अग्रिमपृष्ठे दीयते. विषयः अस्ति यत् संयोगः इति गुणस्य कारणेन यत्र यत्र वा यदा यदा यदा कदा संयोगः इति गुणः उत्पद्यते कस्मिंश्चित् द्रव्ये तदा शब्दप्रयोगेन संयोगः इति प्रयोगेन इति पदप्रयोगेन किमपि ज्ञानम् उदेति श्रोतुः मनसि. कीदृशं ज्ञानम् उदेति? संयुक्तौ हस्तौ इति ज्ञानम् उदेति. इत्येव अस्ति सः व्यवहारः भवति शब्दरूपेण यथा भगिन्या उक्तं संयुक्तौ हस्तौ इति शब्दप्रयोगः. तं शब्दप्रयोगं कः जनयति? संयोगः एव जनयति शब्दप्रयोगं. शब्दप्रयोगः ज्ञानं जनयति. हा इति तदर्थं संयोगः संयुक्तव्यवहारहेतुः. हेतुः इत्युक्ते कारणम् इति समीचीनमस्ति. अस्तु तर्हि अग्रे यथा पूर्वमासीत् विशेष्यता प्रकारता निरूपकं ज्ञानम् इति तादृशलक्षणवाक्यमस्ति. तस्मात् प्राक् एकवारं पुनरावर्तनं कुर्मः पृष्ठसङ्ख्या का ज्ञानस्य विषये. अस्तु त्रयस्त्रिंशत् इति तत्र 33 ज्ञानं घटः विषयता इति अस्ति खलु. तर्हि इत्थम् इति आरभ्य वा? हा अस्तु भगिनि तर्हि पठतु भवती एव इत्थम् इति परिच्छेदं पठित्वा किञ्चित् प्रतिपादय. इत्थं हि सम्प्रदाये ज्ञानपदार्थं बोधयन्ति. ज्ञानं दीपस्थानम् दीपस्थानापन्नं विषयः प्रकाश्यः. ज्ञानस्य दीपरूपस्य या प्रभा सा विषयता सम्बन्धः. सा प्रभा यस्मिन् पतति स प्रकाश्यः ज्ञानस्य विषयः इत्युच्यते. यस्मिन् सा प्रभा नास्ति सः न प्रकाश्यते अतः विषयः इति न उच्यते. कः विषयः इत्यस्य विवरणं कथं वक्तुं शक्नुमः? अत्र उदाहरणरूपेण तोलनारूपेण दीपम् इति स्वीकुर्मः. दीपं ज्ञानसमानं. दीपस्य आकाशः वा दीपस्य प्रभा यत्र यस्मिन् पतति सः एव विषयः इति. अत्र ज्ञानरूपदीपः घटस्य उपरि प्रकाशं पातयति अतः घटः एव विषयः इति. यत्र ज्ञानस्य प्रकाशः न पतति तत्तु विषयः नास्ति. यस्मिन् प्रकाशः पतति सः एव विषयः. प्रभा तु विषयता इति. विषयता नाम प्रभा विषयस्य उपरि पतति. हा अस्तु तर्हि अस्मिन् चित्रे ज्ञानस्य आकारः कः आकृतिः कः? दीपमेव न आकारः इत्युक्ते शब्द. हा सरला भगिनि. अयं घट ज्ञानस्य आकार. हा सत्यम् आकारः इत्युक्ते अपि शब्दरूपेण ज्ञानस्य उच्चारणं. तर्हि अस्मिन् दृष्टान्ते अयं घटः इति ज्ञानमस्ति. ज्ञानस्य विषयः कः? ज्ञानस्य विषयः घटः अस्ति, घटः अपि च विषयता कुत्र अस्ति? घटे अस्ति, घटे अस्ति, हा विषयता घटे अस्ति, घट घटस्य उपरि पतति खलु, तर्हि विषयता घटे अस्ति. विषयः घटः, विषयस्य उपरि या प्रभा पतति सा विषयता इति साधारण उदाहरणमस्ति. अग्रे गत्वा परिशीलयामः. विषयता अपि त्रिप्रकारकं भवति इति. भगिनी ज्ञाने अयं घट ज्ञाने विषयता अस्ति या विषयिता अस्ति? ज्ञाने ज्ञाने विषयिता अस्ति, विषयी ज्ञानम्. ज्ञानं स विषयकपदार्थः, ज्ञाने विषयः अस्ति इति कृत्वा विषयी इति प्रत्ययः. तर्हि ज्ञाने विषयिता अस्ति, घटे विषयता अस्ति, विषयता अस्ति. अस्तु, सावित्री भगिनी अग्रे पठति वा अग्रिमपरिच्छेदम्? आं भगिनि. इयं च विषयता रूपा प्रभा घटे विद्यमाना न ज्ञानेन विना भवति. कस्यायं प्रकाशः इत्युक्तौ ज्ञानस्य इत्युच्यते. अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकमिति उच्यते. तथा च घटनिष्ठविषयतानिरूपकं ज्ञानमिति सिद्धम्. अस्तु, अत्र विषयतारूप प्रभा, दीपस्य प्रभा अस्ति विषयता. विषयतारूपप्रभा घटे विद्यमाना न ज्ञानेन विना भवति. यदा दीपं नास्ति तदा विषयता नास्ति, अपि च घटः न प्रकाश्यते. तदर्थं यत्र ज्ञानं नास्ति तदा विषयता नास्ति. कस्यायं प्रकाशः इत्युक्तौ ज्ञानस्य इत्युच्यते. अस्तु, प्रकाशः कस्य आगतः इत्युक्ते ज्ञानस्य एव, ज्ञानस्य प्रभा विषयता इति अस्ति. अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते. अत्र ज्ञानरूपम् अस्ति दीपः, अपि च ज्ञानं प्रकाशस्य प्रेषकं भवति, निरूपकम् इति उच्यते. तथा च घटनिष्ठा विषयतानिरूपकं ज्ञानमिति सिद्धम्. घटनिष्ठा विषयतानिरूपकं ज्ञानम्. आम्, यदा विषयता नास्ति घटः न प्रकाश्यते, अतः घटस्य ज्ञानं न भवति. अत्र घटनिष्ठा विषयता निरूपकं ज्ञानम् इति सिद्धं भवति. समीचीनं. तर्हि तादृशः प्रयोगः अग्रे अपि भवति, घटनिष्ठविषयतानिरूपकं, तदर्थमेव पुनरावर्तनं भवतु. घटे विषयता अस्ति, तन्निरूपकं ज्ञानं, घटनिष्ठविषयतानिरूपकं ज्ञानम्. अस्तु, सरला भगिनी अग्रे. प्रकाश अपि एव त्रिविधः. घटभूतलयोः संयोग यद् ज्ञानं प्रकाशयति तत् निर्दशनं स्वीकुर्मः. तस्य शास्त्रेषु भूतलं घटवत् इति आकारः भवति इति उच्यते. आकारः इत्यस्य ज्ञानादिसविषयकपदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूप इत्यर्थम्. दीपस्य प्रकाशः त्रिविधः अस्ति, यत् घटे घट उपरि घटस्य उपरि च प्रभा भवति तस्य एका, दुस भूतलम् उपरि देन् घटभूतलयसं संयोगः अस्ति तत्र त्रिविधा प्रकाशः अस्ति घटभूतलयोत्संयोगः यत् ज्ञानं प्रकाशयति इति निर्देशनं स्वीकरणं प्रथमतया घटभूतलयोत्संयोगः अस्ति तस्य ज्ञानं अस्ति भूतलं घटवत् इति आकारः तस्य ज्ञानशब्दप्रयोगः अस्ति भूतलं घटवत् संयोगस्य आकारः भवति न एकनिमिष भगिनि संयोगस्य आकारः न भूतलं घटवत् इति ज्ञानस्य आकारः पूर्वस्मिन् उदाहरणे अयं घटः इति ज्ञानमासीत् अस्मिन् उदाहरणे भूतलं घटवत् इति ज्ञानमस्ति घटभूतले उपरि अस्ति भूतलं घटवत् अस्ति आकारः भवति आकारः इत्यस्य ज्ञानादिविषयकपदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इति अर्थस्य अहं न वक्तुं शक्नोमि भगिनि प्रयत्नं करोतु आकारः इत्युक्ते किम् आकारः भूतलं घटवत् हा शब्दरूपेण प्रतिपादितं स्वरूपं तावदेव आकारः तर्हि सः एव अर्थः अत्र किञ्चित् शास्त्रीयरीत्या प्रतिपादितं तावदेव किमपि जाटिल्यं नास्ति ज्ञानादि सविषयकपदार्थानां ज्ञानं सविषयकपदार्थः अस्ति खलु अस्ति न वा अस्ति किल ज्ञानस्य का ज्ञानस्य विषयः स्यात् तदर्थं सविषयकः यथा पृथक्त्वस्य अवधिः अस्ति इति कृत्वा पृथक्त्वं सावधिकं तद्वत् सविषयकः पदार्थः ज्ञानम् हा ज्ञान इत्यादि सविषयकपदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इति अर्थः आकारः इत्यस्य तावदेव ज्ञानादिविषयक सविषयकपदार्थानाम् अथवा तत्सर्वं त्यजतु इदानीं ज्ञानस्य ये विषयाः तेषाम् इत्युक्ते ज्ञानस्य विषयाणां ज्ञानेन प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इति आकारः अस्तु तर्हि इदानीम् अस्माकं ज्ञानमस्ति उपरितनचित्रस्य न तत्र अधोभागे यः यत् चित्रं वर्तते तत्र ज्ञानमस्ति भूतलं घटवत् तत्र प्रभात्रयं पश्यति खलु भूतलं घटवत् इति दीपस्थानम् आपन्नं ज्ञानं प्रभात्रयं वर्तते प्रभा कुत्र कुत्र पतति घटे पतति भूतले पतति घटभूतले अस्ति तत्रापि पतति हा घटे पतति भूतले पतति एका प्रभा पुनः घटभूतलयोः कीदृशः सम्बन्धः संयोगसम्बन्धः संयोगसम्बन्धः तस्मिन्नपि पतति प्रभा ज्ञानेन त्रयः विषयाः प्रकाशिताः सन्ति अत्र घटः भूतलम् अपि च तयोः संयोगः तर्हि प्रत्येकस्याः प्रभायाः प्रत्येकं प्रभायाः नाम किञ्चित् भिन्न अस्ति स्मरति वा हा घटे विषयता अस्ति घट भूतलसंयोग तस्मिन् संस्कृता अस्ति संस्कर्ता अस्ति भूतले प्रकारता अस्ति अग्रिमपुटे पश्यतु अग्रिमपरिच्छेदस्य अन्तिमवाक्यं पठतु विशेषणे विद्यमानप्रभारूपविषयता प्रकारता इति कथ्यते संयोगे विद्यमानप्रभा संस्कारता इति विशेषे विद्यमानप्रभा विशेषता इति कथ्यते भूतलं घटवत् इत्यस्मिन् विशेष्यं किं विशेषणं किं भूतलं विशेष्यमस्ति घटवत् तस्य विशेषणमस्ति हा समीचीनं घटवत् विशेषणं परन्तु वस्तुतः घटः विशेषणम् खलु, उन्नतः बालकः, औन्नत्यं विशेषं, तद्वत् वस्तुतः घटः विशेषणम्, अपि च भूतलं विशेष्यं, भूतलं विशेष्यं. तर्हि घटे घटे या प्रभा अथवा विषयता अस्ति तस्य नाम किं? प्रकारता अस्ति. प्रकारता विशेषणे विद्यमाना प्रभारूपा. संयोगे विद्यमाना प्रभा संस्कारता अस्ति. संसर्गता. तदनन्तरं? तदनन्तरं भूतले विषयता अस्ति. विषयता अस्ति. अस्तु, इदं सर्वं मनसि भवेत्. अस्तु, तस्य आधारेण अग्रे लक्षणवाक्यं, संयोगस्यापि लक्षणवाक्यं परिशीलयामः. सन्ध्या भगिनी तत्र अग्रे पठति वा विषयताः यथा? कस्मिन् पुटे भगिनी? चतुस्त्रिंशत्तमे पुटे, अग्रिमे पुटे एव, यत् इदानीं सन्ध्या भगिन्या पठितम्. आम्, तस्मिन्नेव पुटे. अग्रिमपरिच्छेदः इति न, ततः अग्रे विषयथाः यथा ज्ञानेन. न प्राप्नोमि तत्र. ओ हा, विषयथाः यथा ज्ञानेन निरूप्यन्ते तथा परस्परमपि निरूप्यन्ते. प्रकारतानिरूपिता विशेष्यता इव विशेष्यतानिरूपिता प्रकारता इत्यपि सम्भवति. एवं संसर्गतायामपि तथा च पूर्वोक्ते भूतलं घटवत् इति ज्ञाने घटनिष्ठप्रकारतानिरूपितभूतलनिष्ठविशेष्यतानिरूपकं ज्ञानं भूतलनिष्ठविशेष्यतानिरूपितघटनिष्ठप्रकारतानिरूपकं ज्ञानम् इति वा वक्तव्यम्. तर्हि यथा विषयता वा विशेष्यता वा ज्ञानेन निरूप्यन्ते तथैव तत्र परस्परनिरूपकम् अपि अस्ति. तर्हि यथा प्रकारतानिरूपितविशेष्यता अस्ति तथैव विशेष्यतानिरूपितप्रकारता अपि अस्ति. तावदेव, तथैव संसर्गतायामपि तथा वक्तुं शक्नुमः. अतः यदि भूतलं घटवत् इति यदा वदामः तत्र ज्ञानस्य विषये एवं वक्तुं शक्नुमः, घटनिष्ठ प्रकारतानिरूपित भूतलनिष्ठविशेष्यतानिरूपित निरूपकं ज्ञानम् इति. तथैव भूतलनिष्ठविशेष्यतानिरूपितघटनिष्ठप्रकारतानिरूपकं ज्ञानम् इत्यपि वक्तुं शक्नुमः. परस्परनिरूपकनिरूप्यभावः अस्ति. हा, समीचीनं. तर्हि विषयता इत्यनयोः मध्ये अपि निरूपकनिरूप्यभावः अस्ति, अपि च ज्ञानं विषयतायाः निरूपकम्. अतः प्रकारतानिरूपकं ज्ञानं विशेष्यतानिरूपकं ज्ञानम् इति वाक्यानि श्रूयन्ते. पुनः सा एव प्रकारता विशेष्यतायाः निरूपिता भवति, विशेष्यतया निरूपिता भवति, अथवा संसर्गतया अपि निरूपिता भवति, तथा इति अस्ति. तर्हि इदं सर्वं स्मृत्वा अधुना पुनः मूलविषयं प्रति गच्छामः, संयोगनिरूपणम् इत्यस्मिन् पुटे, नवनवतितमे पुटे. लक्ष्मी भगिनी अस्ति वा अधुनापि? तर्हि जयन्ती भगिन्या संयुक्तव्यवहारहेतुः इत्युक्ते संयोगः कस्य कारणं, शब्दप्रयोगस्य कारणं, पुनः शब्दप्रयोगस्य शब्दप्रयोगज्ञानस्य कारणम् उक्तमासीत्. सः एव विचारः अधुना अत्र न्यायपरिभाषया शास्त्रीयरीत्या उक्तमस्ति लक्षणवाक्यरूपेण. अग्रे वाक्यं पठित्वा प्रतिपादयति वा? लक्षणवाक्यं तथा च हस्तत्वा अवचिन्न विशेष्यतानिरूपित संयोगत्वात् अवचिन्न प्रकारतानिरूपक ज्ञाननिष्ठकार्यतानिरूपित कारणता आश्रय शब्दप्रयोगनिष्ठ कार्यतानिरूपित कारणता आश्रय संयोगः. संयोगस्य लक्षणवाक्यम् अस्ति एतत् दीर्घवाक्यं हस्त इदानीं हस्त हस्तपुस्तकयोः हस्त कस्य चिन्तयतु हस्तपुस्तकयोः इति नास्ति पूर्वस्मिन् परिच्छेदे अन्तिमवाक्ये किम् अस्ति तेन च शब्दप्रयोगेण जिज्ञासः प्रतिपद्यन्ते हस्तौ संयुक्तौ ओ हस्तौ संयुक्तमिति अस्तु हस्तद्वयं संयुक्तम् इदानीम् अस्तु अस्तु अस्तु गमनात् प्राक् हस्तौ संयुक्तौ इति अस्ति खलु तत्र विशेषणं किं विशेष्यं किम् तत्र हस्तौ इति विशेष्यं संयुक्तौ इति विशेषणं संयुक्तौ इति विशेषणं तर्हि संयुक्तौ इत्युक्ते संयोगः तर्हि संयोगे कीदृशी विषयता स्यात् संयोगे विषयतात्रयमासीत् खलु तत्र प्रकारता विशेष्यता संसर्गता संयोगः विशेषणम् इति चेत् संयोगे संसर्गता अस्ति चिन्तयतु संसर्गता सम्बन्धे भवति इति सत्यम् अस्तु पूर्वस्मिन् उदाहरणे भूतलं घटवत् इत्यत्र घटभूतलयो संयोगः अस्ति इति अपि सूच्यते ज्ञानेन इति कृत्वा तत्र संसर्गता अस्ति परन्तु अस्मिन् शब्दप्रयोगे अथवा ज्ञाने हस्तौ संयुक्तौ इति चेत् संयुक्तौ विशेष्यं क्षम्यतां संयुक्तौ क्षम्यतां विशेषणं खलु संयुक्तौ विशेषणं विशेषं हस्तौ इति विशेषः हस्तः विशेष्यः संयुक्तः इति संयोगः विशेषणम् इति चिन्तयतु तर्हि विशेषणे का प्रभावः घटे घटे का प्रभा आसीत् का विषयता आसीत् घटे विषयता प्रभा अस्ति विशेषणे प्रकारता अस्ति विशेषणे प्रकारता अस्ति चेत् अस्मिन् उदाहरणे अस्मिन् ज्ञाने विशेषणं किम् अस्मिन् ज्ञाने संयुक्तौ प्रकारता अस्ति संयोगे प्रकारता अस्ति यतोहि संयोगः हस्ते किमस्ति हस्ते विशेष्यता अस्ति और् विषयता अस्ति अग्रिमपुटे एकं चित्रमस्ति पश्यति वा दीर्घवाक्यस्य चित्रम् अत्र अस्ति हस्तत्व अवच्छिन्न विशेष्यता इति अति अधोभागे यत् दत्तं तदेव हस्तत्व अवच्छिन्न विशेष्यता अस्तु तर्हि विशेष्यता किमर्थं हस्ते अस्ति इति ज्ञातं खलु विशेष्यता किमर्थं हस्ते अस्ति चेत् हस्तः एव विशेष्यः अतः विशेष्यता तत्र अस्ति इत्युक्ते ज्ञानस्य प्रभा ज्ञानस्य विषयता प्रभा हस्ते अस्ति अतः हस्ते विशेष्यता अस्ति अस्तु पुनः ततः उपरि संयोगे किं किम् अस्ति संयोगे संयोगत्वम् इति धर्मः अस्ति तत्र प्रकारता इति प्रभा संयोगे अस्ति अतः संयोगत्व अवच्छिन्न प्रकारता इति वाक्यं अस्तु बहु समीचीनम् किन्तु भवत्याः भ्रमः यदासीत् संयोगे संसर्गता भवतु इति अस्मिन् उदाहरणे अस्मिन् ज्ञाने संयुक्तः हस्तः अथवा संयुक्तौ हस्तौ इत्यस्मिन् ज्ञाने किं प्रतिभाति संयोगः हस्ते अस्ति इति खलु संयोगः इति गुणः एव प्रतिभाति न तु संयोगः इति सम्बन्धः न भासते हा सत्यं, संयोगः इति गुणः औन्नत्यं बालके अस्ति इति यथा वदामः, उन्नतः बालकः, तदा तद्वत् संयोगः हस्ते अस्ति इति भाति अनेन ज्ञानेन, खलु? संयोगः, संयोगः केन सम्बन्धेन भवति? समवायसम्बन्धेन भवति अत्र अस्मिन् उदाहरणे. तर्हि संसर्गता कुत्र स्यात्? संसर्गता यत्र संयोगसम्बन्धः अस्ति. न, चिन्तयतु भगिनि, संयोगः अस्मिन् उदाहरणे संयोगः इति समवायसम्बन्धः. हा सत्यं, तर्हि संसर्गता समवायसम्बन्धे भवति. भूतले भूतलं घटवत् तत्र तत्र तु संयोगः इति समवायसम्बन्धः न किल, तत्र तु संयोगः इति संयोगः इति तस्मिन् उदाहरणे संयोगः इति विशेषणविशेष्ययोः मध्ये स्थितः सम्बन्धः आसीत्. अतः संसर्गता तत्र संयोगे आसीत्, परन्तु अस्मिन् उदाहरणे संयोगे अस्ति, संसर्गता समवायि समवायिकार सम्बन्धेन संयोगे अस्ति खलु? न न न, एकनिमिषः, भ्रमः मास्तु. संसर्गता कुत्र भवति इति चेत् सम्बन्धे भवति. अस्तु अस्तु, पूर्वस्मिन् उदाहरणे भूतलं घटवत् इत्यत्र भूतोः मध्ये संयोगः अस्ति इति भाति खलु ज्ञानेन? तदर्थं संयोगविशेषणविशेषयोः मध्ये यः सम्बन्धः अस्ति तस्मिन् भवति संसर्गता. अस्मिन् उदाहरणे विशेषणविशेषयोः मध्ये कः सम्बन्धः अस्ति? अस्तु, अस्मिन् उदाहरणे संयोगः संसर्गता अस्मिन् उदाहरणे नास्ति खलु, अस्मिन् उदाहरणे संसर्गता नास्ति. जयन्ति भगिनी किं वदति? गुणगुणिनयोः समवायसम्बन्धः, अत्र संयोगः तु गुणः अस्ति हस्तयोः, अतः संयोगः यः विशेषणम् अस्ति विशेषणविशेषयोः समवायसम्बन्धः, अत्र अतः समवाये संसर्गता. समवाये संसर्गता, बुद्धं वा लक्ष्मी भगिनी? आम्, सो समवाये संसर्गता इत्युक्ते तत्र अपि संयोग भूतलघटयोः मध्ये घटभूतलयोः मध्ये संयोगः अस्ति, संयोगः इति गुणः भूतले अपि अस्ति घटे अपि अस्ति इति पूर्वमेव दृष्टवन्तः खलु, तत्रापि संयोगः इति गुणः तत् समवायेन अस्ति तस्मिन् तत्रापि. एकनिमिष, इदानीं संयोगः इति सम्बन्धः इति चिन्तयतु, गुणत्वेन मास्तु. अस्तु, ओ अस्तु, आम्. तर्हि तस्मिन् सम्बन्धे घटभूतयोः मध्ये यः कोऽपि सम्बन्धः अस्ति तस्मिन् संसर्गता अस्ति. अधुना हस्तसंयोगयोः मध्ये कीदृशः सम्बन्धः अस्ति? संयोगः इति गुणः द्वयोः हस्तयोः मध्ये संयोगः अस्ति. अस्तु भगिनि, इदानीं पृथिवी इति द्रव्ये तस्मिन् गन्धः इति गुणः खलु, गन्धः केन सम्बन्धेन पृथिव्यां? समवायसम्बन्धेन. तथा एव संयोगः इति गुणः संयोगः केन सम्बन्धः अस्ति? संयोगः इति गुणः समवायेन हस्तौ अस्ति, हस्ते अस्ति. तर्हि संसर्गता इति प्रभा सम्बन्धे पतति, अत्र सम्बन्धः समवायः. ओ अस्तु, गुणगुणिनोः मध्ये समवायसम्बन्धः, अपि च विशेषणविशेषयोः अपि समवायः एव भाति प्रतिभाति. संसर्गता तत्र अस्ति. बुद्धं वा? आम् अस्तु. तर्हि इदं वाक्यं किञ्चित् मन्दं मन्दं पठित्वा वदतु. हस्तत्व अवच्छिन्नविशेष्यता असत्व अवच्छिन्नविशेष्यता निरूपित संयोगत्वात् अवच्छिन्नप्रकारता प्रकारता निरूपकज्ञाननिष्ठकार्यता ज्ञाननिष्ठकार्यता निरूपितकारणता आश्रयः शब्दप्रयोगः पुनः शब्दप्रयोगस्य शब्दप्रयोगेन निरूपित कार्य शब्दप्रयोगनिष्ठकार्यता निरूपित कारणतायाः आश्रयः संयोगः अस्तु. हस्तत्वात् अवच्छिन्नविशेष्यता इत्युक्ते हसत्वात् अवच्छिन्नविशेष्यता निरूपित संयोगत्वं संयोगत्व अवच्छिन्नप्रकारता अस्तु. विशेष्यता विशेष्यता इति विशेष्यता इति विशेष्यता इति हा विशेष्यता निरूपयति कं निरूपयति संयोगत्वात् अवच्छिन्नप्रकारता विशेष्यता निरूपयति पुनः विशेष्यतायाः विशेषणम् अन्य हस्तत्वात् अवच्छिन्नविशेष्यता इति पुनः तस्य अन्य विशेषणं खलु हस्तत्वात् अवच्छिन्नविशेष्यता इति तादृशविशेषतायाः तादृशविशेष्यतया निरूपितप्रकारता आम् अस्तु. विशेष्यता प्रकारता निरूपयति पुनः प्रकारता कीदृशी समीचीनं. तर्हि तयोः मध्ये निरूपकनिरूप्यभावः प्रथमतया विशेषता प्रकारता पुनः ज्ञानमेव तादृशप्रकारता विशेष्यता विशेषणं विशेषणविशेषमिति नास्ति. ज्ञानं पुनः निरूपयति तदर्थं ज्ञानं निरूपकम् अस्तु. ज्ञानं कं निरूपयति प्रकारता निरूपयति. प्रकारता कीदृशी संयोगत्वावच्छिन्न अस्तु. ज्ञानपर्यन्तं प्राप्तवन्तः. ज्ञानं कीदृशं विशेषतानि ज्ञानं कीदृशम् इत्युक्ते ज्ञानं कीदृशमिति हस्तत्वात् अवच्छिन्न विशेष्यता निरूपित संयोगत्वात् अवच्छिन्न प्रकारता निरूपक ज्ञानम्. ज्ञाने किम् अस्ति? ज्ञाने कार्यता निरूपित कारणतायाः आश्रयः शब्दप्रयोगम् अस्ति. ज्ञानत्वात् शब्दप्रयोगम् अस्ति. कीदृश ज्ञानत्वात् शब्दप्रयोगम् अस्ति ज्ञाननिष्ठकार्यता. अग्रिमपुटं पश्यतु. ज्ञाने किम् अस्ति? अस्तु तावत् ज्ञाने कार्यता अस्ति तदर्थं ज्ञाननिष्ठकार्यता. पुनः कार्यतया कया का निरूपिता? कार्यतया कारणता निरूपिता. तादृशकारणतयाः आश्रयः शब्दप्रयोगः. शब्दप्रयोगे कार्यता अस्ति. शब्दप्रयोगनिष्ठकार्यताया निरूपिता कार्यतया निरूपिता कारणता कारणतयाः आश्रयः संयोगः संयोगः इति. अस्तु अग्रिम अन्तिमवाक्यं पठतु. क्रियायाः अस्तु. तादृशकारणता आश्रयत्वं संयोगस्य लक्षणं. तादृशकारणता आश्रयत्वं संयोगस्य लक्षणम्. इमौ संयुक्तौ इति इत्याकारकं ज्ञानमादाय समन्वयः प्रदर्शनीयः. इमौ संयुक्तौ इमौ संयुक्त इत्युक्ते हस्तौ संयुक्तौ इति आकारकं ज्ञानम् आदाय समन्वयः प्रदर्शनीयः. अत्र ज्ञानम् आदाय समन्वयः इत्युक्ते अत्र ज्ञानम् आदाय इत्युक्ते ज्ञानम् उपयुज्य खलु ज्ञानमुपयुज्य समन्वयः इत्युक्ते ईक्वल् आर् कथं कथं समन्वयः इत्युक्ते अन्वयः. ओ अन्वयः अस्तु. आम् अस्तु. समन्वयः ज्ञानमादाय समन्वयः प्रदर्शनीयः इत्युक्ते ज्ञानम् अधिकृत्य ततः अग्रे अनुधावनं भवति खलु. आम् निरूपकं ज्ञानं किं निरूपकं ज्ञानम् इति हस्तावच्छिन्नविशेषता इत्यादिकं निरूपकं ज्ञानं तं ज्ञानम् अधिकृत्य ज्ञाने कीदृशी कार्यता अस्ति पुनः तया कार्यतया किं निरूपितम् इति सर्वम् उक्त्वा अन्वयः प्रदर्शनीयः लक्षणवाक्यं प्राप्तुं तं तादृशकारणत्व कारणताश्रयत्वं संयोगस्य लक्षणम् इति वक्तुम् एतत् सर्वम् आवश्यकम्. अस्तु अस्तु अस्तु तर्हि अन्यत् किमपि नास्ति. शनिवासरस्य वर्गे अत्र स्थगितमासीत्. अन्य कोऽपि प्रश्नः भगिनि? मम संशयः अस्ति करपत्रे पृथक्त्वं द्वितीयादिक्षणे किमर्थं द्वितीयादिक्षणे इति अस्ति तत्र? तदर्थं विद्याधर्याम् उच्यते तदनन्तरं तदनन्तरपरिच्छेदः. सत्यं तथा इदं पृथक्त्वमपि द्वितीयादिक्षणे जायमानं स्वाश्रयसमवायि अस्ति. तर्हि भवत्याः प्रश्नः किमर्थं द्वितीयादि इति अस्ति द्वितीयम् इति नास्ति इति वा? तत् द्वितीयादि इति विभागस्य विभागस्थले सत्यं विभागस्थले सम्यक् भवति द्वितीयादि इति. अन्येषां किमपि चिन्तनम् अस्य विषये? भगिनि अहं चिन्तयामि यदा घटनिर्माणं भवति तदा उत्तरक्षणे घटचक्रयोः पृथक्त्वं भवति घट आकाशयोः पृथक्त्वं भवति. परन्तु अन्य किमपि कोऽपि द्रव्य तत्र न अस्ति तत्र तु जायमान द्वितीय आदिक्षणे एव भवति द्वितीयक्षणे न भवति. अहं चिन्तयामि सत्यं सत्यं विभागस्थले तत् समीचीनं भवति द्वितीयादिक्षणे इति वदनं. किन्तु भगिन्याः प्रश्नः अस्ति पृथक्त्वविषये किमर्थं तथा वदन्ति इति खलु भगिनि? आम् आम् तथैव अतः अहं वदामि यथा यदा घटनिर्माणं भवति तथा घट चक्रात् पृथक् अस्ति तत्र तु द्वितीयक्षणे एव भवति घट आकाश पृथक्त्वम् अस्ति तत् द्वितीयक्षणे एव भवति. परन्तु अन्ये कोऽपि द्रव्यः तत्र न अस्ति तत्र तु द्वितीयक्षणे न भवति तत् अनन्तरमेव. अस्तु अस्तु महोदय किं वदति चेत् अन्यद् द्रव्यं न भवति चेत् पृथक्त्वम् इति कुत्र कुतः आनयामः इति. तत्र अन्यद् द्रव्यं न भवति चेदपि तत्र न भवति चेदपि पृथक्त्वम् अस्ति एव किल? वस्तुतः पृथक्त्वम् अस्ति गुणः इति जायते किन्तु कस्मात् पृथक् इति ज्ञानं न उदेति इति महोदयस्य आशयः खलु राजेन्द्रमहोदय? आं भगिनि. तर्हि तत्र द्वितीयादिक्षणे इति प्रायः टङ्कनदोषः स्यात् परन्तु एकवारं महोदयः प्रष्टव्यः तत् कन्फर्म् प्रायः प्रष्टव्यः. यत् राजेन्द्रमहोदयः महोदयेन उक्तं तत् अहं न अवगच्छामि इत्युक्ते महोदय किम् उक्तवान् इत्युक्ते अधुना पृथक्त्वं कदा जायते यदि मूर्तान्तरम् अस्ति तदा खलु घटकपालयोः मध्ये पृथक्त्वं न घटकपालिका तत्र पृथक्तम् अवयवपरम्परायां यानि भवन्ति तदा पृथक्त्वं न भवति, मूर्तान्तरम् अस्ति चेदेव तस्मिन् परिसरे विभूद्रव्येण द्रव्यः नित्यम् अस्ति, विभूद्रव्यम् अस्ति एव सत्यं। किन्तु राजेन्द्रमहोदय किं वदति इत्युक्ते हैपोथेटिकल् सिचुवेशन् तथा अस्ति चेत् यत्र अपरं द्रव्यं नास्ति तदा पृथक्त्वं कस्मात् इति वदामः इति। हलो महोदय। आम् आं भगिनि, तथा यदा तत्र पुस्तकं न अस्ति चेत् तत् कथं वक्तुं शक्नुमः गतः पुस्तकात् आनयामः तदा एव वक्तुं शक्नुमः, अन्यथा कस्मात् यथा भवती उक्तवती कस्मात् पृथक् न पुस्तकेन तत्र भावितव्यम् इति तत्र नियमः नास्ति किल, पुस्तकं यत्र कुत्रापि भवतु परन्तु सर्वदा हस्तः पुस्तकात् पृथक् एव भवति तत्र। परन्तु अस्माकं चिन्तने अस्ति पुस्तकम् अस्ति हस्तः अस्ति तत्र पृथक्त्वं वक्तुं शक्नुमः, परन्तु यथा न जानीमः कस्मात् कथं वक्तुं शक्नुमः इति अपि विचारणीयः एव प्रायः अनभिव्यक्तद्रव्यात् पृथक् इति प्रतीतिः हा तद् न तद् ज्ञानस्य विषयः इति अस्तु। पृथक्त्वं सावधिकम् इति वदामः खलु, किमर्थं सावधिकं वदामः, पृथक्त्वस्य ज्ञाने अवधेः अपेक्षा अस्ति, साकाङ्क्षः पदार्थः अवधिः पृथक्त्वस्य ज्ञाने। राजेन्द्रमहोदय यादृशं सन्दर्भं वदति तस्मिन् सन्दर्भे अन्यत् द्रव्यं नास्ति एव इति तादृशसन्दर्भं वदति सः। किन्तु अन्यत् द्रव्यं अन्यत् द्रव्ये यदि घटः स्वीकुर्मः चेत् घटनिर्मातुं यानि मूलद्रव्याणि आवश्यकी तानि सन्ति एव घटनिर्माणपूर्वं तेन आधारेण वक्तुं शक्नुमः किमर्थं द्वितीया इति। परन्तु एक यदा हैपोथेटिकल् सिचुवेशन् यथा महोदय उक्तवान् मूर्तान्तरं नास्ति केवलं मूर्तम् अस्ति तदा पृथक्त्वं द्वितीयादिक्षणे जायते इति आशयः, किन्तु एकवारं महोदयः अपि प्रष्टव्यः इति भाति। प्रयोजनं न भवति अत्र विभूद्रव्ये पृथक्त्वम् इति गुणः भवति वा आकाशः तर्हि भवती किं वदति इत्युक्ते तत्र नित्यद्रव्यस्य जननं नास्ति तर्हि उत्पत्तिक्षणे इति कथं वा स्यात् खलु। तत्रापि पृथक्त्वं सर्वत्र अस्ति, सर्वेषु द्रव्येषु अस्ति, तर्हि आकाशे अपि स्यात् पृथक्त्वं, तत् किं कथं समर्थयन्ति वेदं कल्पयित्वा समर्पयन्ति ते घटे यः आकाशः सः पृथक्, घटात् क्षम्यतां हा घटात् बहिः यः आकाशः सः पृथक्, तादृश उपाधिभेदं कल्पयित्वा पृथक्त्वम् इति समर्थयन्ति विभूद्रव्ये अपि इति करपत्रे अपि पठितम्। राजेन्द्रमहोदयस्य प्रश्नः तदा उदेति यदा विभूद्रव्यः एव अस्ति इदानीम् अन्यद्रव्यस्य व्युत्पत्ति इदानीमेव भवितव्यं वा। हा तत्रापि महती चर्चा जाता शनिवासरे अपि, विभूद्रव्य यदा घटस्य उत्पत्तिः जायते तदा विभूद्रव्येण सह अथवा आकाशेन सह संयोगः कथं जायते इति। परन्तु राजेन्द्रमहोदयस्य उदाहरणे किमपि नास्ति, घटः कथञ्चित् स्वयंभूभूत्वा तत्र तिष्ठति इति तादृशसन्दर्भः न भगिनि। घटरचनार्थात् अनन्तरं घट उत्पत्ति अनन्तरं तत्र घटचक्रयोः चक्रतः पृथक्त्वं तु भवति एव, चक्रः तत्रैव अस्ति, कारणभूतः अस्ति, तथैव घट आकाशः अपि पृथक्तं तु अस्ति एव, परन्तु अन्य कोऽपि द्रव्यं तत्र नास्ति, तो कथं वक्तुं शक्नुमः कस्मात् पृथक्? अन्यत् किमपि न भवति तदा कथम्? अस्तु, तर्हि मूलप्रश्नः का आसीत्, द्वितीयादि इति किमर्थम् उक्तम् इति खलु? अस्तु, तर्हि हा महोदयं पृच्छन्तु, शनिवासरे वा अथवा द्विपत्रे प्रायः सा जानीयात्. अस्तु, धन्यवादः. धन्यवादः, शुभरात्रिः. धन्यवादः.